नमस्कारः. अस्माकं करपत्रम् अनुवर्तते, कर्मणि भावे च इत्यस्य द्वितीयकरपत्रं. तत्र अन्तिमभागः तृतीय यत् परिच्छेदः वर्तते, लुङ् लकारः कर्मणि भावे च इति, तस्मिन् वयं गते सप्ताहे षकारान्तधातूनां षकारान्तधातूनां च रूपाणि अधीतवन्तः. अद्य तु हकारान्तानां वयं पश्यामः, किन्तु तस्मात् पूर्वम् एक प्रायः पञ्चनिमिषं स्वीकृत्य पुनःस्मरणं कुर्मः. तर्हि लुङ् लकारे इति वयं यत्र दृष्टवन्तः, तर्हि लुङ् लकारस्य अनेकानि अनेके प्रत्ययाः सन्ति, विकरणप्रत्ययाः सन्ति इति वयं दृष्टवन्तः खलु. तर्हि प्रथमं तु छ्ली लुङि इति सूत्रेण छ्ली आयाति, तदनन्तरं छ्ली इत्यस्य स्थाने भिन्नभिन्नसूत्राणि आगत्य भिन्नभिन्नधातूनां कृते भिन्नभिन्नप्रत्ययाः आगच्छन्ति इति कृत्वा किञ्चित् जाटिल्यं वर्तते. यत्र लुङ् लकारः अस्ति तत्र पश्यामः चेत् द्वादशप्रकारकाः सन्ति, प्रत्ययाः सन्ति इति महोदयेन लिखितम् अस्ति. अत्र साक्षात् पश्यामः चेत् द्वादशानामपि केवलम् इक्स इति प्रत्ययः, अनन्तरं सिच् इति प्रत्ययः अत्र आयाति, तदेव आत्मनेपदीरूपमपि साधयितुं शक्नुमः. अनन्तरं कर्मणि अर्थे अपि भवितुम् अर्हति. नो चेत् अत्र सिच् इति प्रत्ययः तु केवलं परस्मैपदे एव अस्ति. अनन्तरं लुक् क्षम्यतां, सिच् लुक् यत्र भवति तत्तु परस्मैपदी रूपम् एव प्राप्नुमः, तर्हि तत्र तु प्रसक्तिः नास्ति. अनन्तरं सक् इति प्रत्ययः अपि परस्मैपदीनां कृते. अङ् प्रत्ययः कर्तृत्वे एव भवति इति कृत्वा तदपि न भवति अस्माकं कर्मण्यर्थे. चङ् अपि न भवति, कर्तृत्वे एव अस्ति. इक्स प्रत्ययः अस्ति, अनन्तरं सिच् प्रत्ययः अस्ति. तत्रैव आत्मनेपदिरूपमपि प्रत्ययाः परे आगच्छन्ति, अनन्तरं कर्मणि अर्थे अपि भवितुम् अर्हति इति कृत्वा इक्स सिच् इति एव भवति. तत्र किम् इत्युक्ते, तर्हि धातुमनस्वत्य सिच् वा इक्स वा भवति. अत्र आहते पश्यामः चेत् विशिष्टदातव सामान्यतया पश्यामः चेत् यत्र धातूनां यत् कर्तृत्वे यत् रूपं भवति तदेव रूपं कर्मणि अपि भवति, केवलम् आत्मनेपदीप्रत्ययाः आयान्ति इत्येव अत्र भेदः लुङ्लकारे अपि. यदा वयं लुट्लकारे कृतवन्तः करिष्यति इति कर्तृत्वे भवति, कर्मण्यर्थे तु करिष्यते इति रूपं समानमस्ति खलु. तथा एव अत्रापि प्रक्रिया समाना अस्ति, केवलम् अन्ते तु प्रत्ययः तु आत्मनेपदिनः भवन्ति. अनन्तरं पश्यामः चेत् केवलं विशिष्टधातवः तु सप्तदशधातवः सन्ति. अत्र यत्र किञ्चित् भिन्नं भवति इक्सप्रत्ययः भवन्ति अत्र इति. अत्र तत्र तत्र तु षकारान्ताः वर्तन्ते, अनन्तरं हकारान्ताः अपि वर्तन्ते. सामान्यसूत्रम् अस्ति अस्माकं, किम् अस्ति श्लीलुङि इति अस्ति, श्लीलुङि इति सूत्रं. लुङि तु छ्ली इति प्रत्ययः भवति. अनन्तरं साम औत्सर्गिकसूत्रमस्ति छ्ली प्रभाद्य सामान्यसूत्रमस्ति श्लेहे सिच् इत्यनेन आगमः भवति. तर्हि किन्तु श्लेहे सिच् इत्यस्य अपवादः अस्ति शलः इगुपदादनितः क्सः इति. तर्हि इगुपददातवः ये सन्ति, अनिर्दातवः ये सन्ति, अनन्तरं किमस्ति शलन्त इगुपद अनिर्दातवः ये सन्ति, तेषां कृते एव इक्सप्रत्ययः भवति. श्लेहे सिच् प्रभाद्य इक्सप्रत्ययः भवति, अन्यथा तु कर्मण्यर्थे सिच् प्रत्ययः एव भवन्ति. अस्तु, तर्हि तस्य कृते वयं तु दृष्टवन्तः त आताम् इन् अन्त ताः आतां द्वम् ई आवहि आमहि इति आत्मनेपदिप्रत्ययाः सन्ति. अनन्तरम् इक्स इत्यस्य सकारः अपि योजयित्वा सत सातां सन्त सताः सातां सद्वं सी सावहि सामहि इति आत्मनेपदिरूपाणि, इक्स प्रत्ययं योजयित्वा आत्मनेपदिरूपाणि. किन्तु अन्यदपि अस्ति अत्र विषयः, किमस्ति इत्युक्ते यत्र भावकर्मणोः विषयः, कर्तृत्वे तु केवलं सत साताम् इति एव रूपाणि, किन्तु यत्र भावकर्मणोः भवति तत्र तु यत्र किं भवति इत्युक्ते छ्लि प्रत्ययस्य यत्र त आदेशः परे आगच्छति इत्युक्ते प्रथमपुरुषे एकवचने चिन् भवति, चिन् आदेशः भवति इति. यत्र चिन् भवति तत्र किं भवति इत्युक्ते सप्रभाद्य चिन् भवति. अनन्तरं यत्र चिन् भवति तत्र किं भवति, चिन् इत्युक्ते इकारः केवलम् अवशिष्यते, यत्र चिन् भवति तत्र तु तप्रत्ययस्य लुक् भवति. प्रथमं चिन् आयाति, तप्रत्यये परे चिन्नादेशः भवति चिन्भावकर्मणोः इति सूत्रेण. अनन्तरं त इत्यस्य लुक् भवति चिनो लुक् इति सूत्रेण. इति कृत्वा आहत्य पश्यामः चेत् साहत्य इ इति प्रथमपुरुषे एकवचने अवशिष्यते. तर्हि एतत् भेदः तु प्रथमपुरुषे एकवचने एव अस्ति खलु, स्मरन्ति खलु गते सप्ताहे वयं पठितवन्तः. तर्हि इ साताम् सन्त सताः साताम् सद्वम् सि सावहि सामहि इति अस्माकं भावकर्मणोः कृते शलन्त इदु इगुपद अनिर्धातूनां कृते प्रत्ययः. तर्हि वयं रूपाणि गते सप्ताहे दृष्टवन्तः. अत्र तु केवलं सामान्यतया आसीत् तु ब्रश ब्रश इत्यनेन षत्वं भवति, अनन्तरं षडोः कः सि इत्यनेन किं भवति, ककारः आदेशः भवति. अनन्तरं यत्र इक्स इत्यस्य सकार तु सकारस्य आदेशप्रत्ययोः इत्यनेन षत्वं भवति इति दृष्टवन्तः. अधुना हकारान्तधातूनां कृते पश्यामः. अस्तु, मणिमहोदय आरम्भं करोति. महोदय करोति भगिनि, महोदय नूतनकरपत्रं लिखितवान् लुङ् कर्मणि भावे च. तस्य अनन्तरं पञ्च आमां किञ्चित् अधिकं योजितवान् तस्मिन्. सो सः मङ्गलवासी लुङ् नकार इति यत् भवती उक्तवती इदानीं तत् सर्वम् अस्ति, किन्तु अधिकम् अस्ति तस्मिन्. ओ अस्तु अस्तु, नूतनकरपत्रम् आमां कृपया सर्वे उद्घाटयन्ति किम्. तस्य अनन्तरम् अस्ति कर्मणि भावे च, तस्य साक्षात् अनन्तरम् आगच्छति लुङ् लकार कर्मणि भावे च. आं धन्यवादः भगिनि. सर्वे स्वीकृतवन्तः किं, मणिमहोदय स्वीकृतवान् किं, कुत्र अस्ति भगिनि लिङ्क्? लेफ्ट् सैड् नम्बर् पश्यति चेत् जीरो फैव् पश्यतु, तस्मिन् तस्य अनन्तरं पञ्चम पञ्चम लुङ्लकारकर्मणि भावे च. अस्तु मणिमहोदय आरम्भं करोति किं, तत्र लिखति आरभ्य हकारान्तानां खलु. तर्हि मिह् रुः लिह् दिह् इति तत्र अस्ति खलु नूतनं भागम् अस्ति तत्र षल् इगुपदाद् तस्य सूत्रमस्ति यत् परिचितमस्ति तत् नूतनमस्ति. अनन्तरं पश्यामः किं, तस्मिन् विषये एव अग्रेव चर्चितं खलु अस्माभिः. प्रत्ययः अस्ति अस्तु तर्हि तत् परिच्छेदं पश्यामः. प्रश्नः अस्ति इत्सप् आदेशः अस्ति वा प्रत्ययः अस्ति वा इति, प्रत्ययस्य प्रत्यय इति तस्य नामकरणं भवति वा इति. आम् अस्तु महोदय, भवान् पठति किं शलन्त एगुपदानि दातव तस्मात् पूर्व अनन्तरं पठ अनन्तरं अग्रिमपङ्क्तिः अत्र अत्र प्रश्नः उदेति इति मणिमहोदय महोदय. अस्तु महोदय, अत्र प्रश्नः उदेति यत् सः आदेशः वा प्रत्ययः वा चिलिस्थाने आदिश्ये सति आदेशः भवत्येव, परन्तु अयं स आदेशः आदिष्टः तृतीयाध्याये तृतीयः चतुर्थः पञ्चमः च अध्यायः प्रत्ययाध्यायः इति उच्यते. धातुभ्यः यावन्तः प्रत्ययाः दीयन्ते ते सर्वे अस्मिन्नेव तृतीय अध्याये एव. प्रातिपदिकेभ्यः यावन्तः प्रत्ययाः विहिताः भवन्ति ते सर्वे चतुर्थ अध्याये पञ्चमाध्याये चैत्यनयोः द्वयोः अध्यायोः. येषु सर्वेषु विधायक सूत्रेषु सप्रत्ययः इति अधिकारसूत्रम् अनुवर्तते, किन्तु सल इगुपदानित् सः इति सूत्रेण प्रत्ययः इति सूत्रस्य अनुवर्तनं नास्ति. अस्य कारणम् अस्ति यत् सः साक्षात् दादिभ्यः न विधीयते प्रत्ययः स्थाने आदिशति साक्षात् दातिभ्यः न विधीयते इति कारणतः प्रत्ययः इति अस्मिन् सूत्रे न अनुवर्तते किन्तु एका परिभाषा अस्ति स्थाने स्थानिवत्तादेशो अनल्विधौ अनेन सूत्रेण यस्य स्थाने आदेशः आदिशति तस्य स्वभावः अपि तेन स्वीक्रियते चिलि प्रत्ययस्य स्थाने सः आदिष्टः अतः चिलि प्रत्ययस्य स्वभावः स्वीकृतः तेन इत्यञ्च चिलि लिङ्गि इत्यनेन चिलि साक्षात् विद्यते धातुभ्यः अतः प्रत्ययादिसूत्रेण चिलि प्रत्ययस्य प्रत्ययसंहिता भवति चिलि प्रत्ययः अस्ति इति कारणतः सः अपि प्रत्ययः लिङ्गि चिलि स्थाने सिच् स अङ् चङ् चिन् इति सर्वे आदेशः प्रत्ययस्य स्थाने आदिष्टः अतः स्थानिवत् आदेशौ अनल्विधौ इत्यनेन येषां सर्वेषां प्रत्ययसमीका भवति महोदय अत्र स इति तस्य सः सः आदिष्टः वा अथवा प्रत्ययः इति अत्र प्रश्नः उदेति सः सूत्रेण सलः सल इगुपद अणीट सः इति सूत्रेण तृतीय अध्याये आदेशः अत्र तृतीय चतुर्थ पञ्चम अध्याये प्रत्ययाः किं विवरणं दत्तम् अत्र त्रीणि अध्यायोः प्रत्ययः एव धातुभ्यः विधः तृतीय अध्याये प्रातिकपि विधः चतुर्थे पञ्चमे च द्वयोः अपि अध्याये दत्तम् इति अत्र दत्तः एषु सर्वेषु सूत्रेषु चतुर्थे पञ्चमे अध्याये प्रत्ययः इति अधिकारसूत्रम् अनुवर्तते परन्तु सलह युगपदेशः इति सूत्रस्य प्रत्ययः इति न अनुवर्तनं भवति अतः सः साक्षात् धातुः नहि प्रत्ययः एव इति प्रत्ययः इति न अनुवर्तनम् अतः धातु नहि धातुतः नहि अत्र प्रत्यय एव इति वक्तुं शक्यते इति अहं चिन्तयामि महोदय अत्र अनुवर्तनं नास्ति धातुतः अधः साक्षात् प्रत्ययः एव इति वक्तुं शक्नुमः तदेव सान्वत् परिभाषासूत्रमपि वदति यत्र कस्य स्थाने आदेशः किमपि तत् आदेशः अपि सान्वत् कार्यं स्वभावः स्वीकरोति अतः चिलिस्थाने सः आदेशः अतः चिलि किं कार्यं कर्तुं शक्यते तस्य भावः सः एव स्वीकरोति इति अहं चिन्तयामि महोदय अत्र अनन्तरं लिङ्गि चिलिस्थाने सः एव नास्ति अन्यः प्रत्ययः सिच् स अङ् चङ् चिनि इति अन्यानि प्रत्ययः आदेशः अतः ते अपि स्थानिवत् स्वीकरोति इति दत्तं महोदय वदतु महोदय विवरणं भगिनि अष्टाध्यायी पुस्तके चतुर्पञ्चाशत् तमे पुटे महोदय प्रदर्शितवान् चिल् प्रत्यय चिलि लुङि इति अस्ति पुनः वदतु भगिनि पेज् पेज् 54 चिल् प्रत्यय चिलि लुङि अन्तिम अस्ति 43 number. तदनन्तरं चतुश्चत्वारिशन्त् अस्ति. चिले सिच् इति सामान्यसूत्रमस्ति. तद् चिले इति लुङ्गि चिल् अस्ति, चिल् प्रत्ययस्य स्थाने सिच् आगच्छति. तत् सामान्यसूत्रमस्ति. तदनन्तरं विशिष्टसूत्र सूत्राणि आगच्छति, यथा स प्रत्ययः, चल् प्रत्ययः, अङ् प्रत्ययः, किन्तु भगिनि मम अवगमनम् एवम् अस्ति. तस्मात् पूर्वं यत् पुटम् अस्ति तत् पश्यन्ति चेत् तृतीय अध्यायस्य प्रथमसूत्रमस्ति खलु, प्रथमपादस्य प्रथमसूत्रं प्रत्ययः इति अस्ति खलु. तस्य अधः पश्यति चेत् पुष्पादीक्षन् महोदयः एव लिखितम् आरभ्य अस्मात् इतः आरभ्य पञ्चम अध्यायपरिसमाप्तेः अधिकारः अयम् इति. तर्हि पञ्चमाध्यायपर्यन्तं प्रत्ययः इति अधिकारसूत्रं वर्तते. तर्हि क्लेशः कुत्र, प्रश्नः कुत्र इति मया न अवगम्यते. अत्र प्रत्ययः इति सर्वत्र अनुवृत्तिः अधिकारः अस्ति खलु. अधिकारम् अस्ति चेत् अनुवृत्तिः अपि अस्ति खलु. तर्हि अत्र अनुवृत्तिसूत्रे महोदयेन मया किं न लिखितं, किन्तु अधिकारसूत्रमस्ति चेत् तत्र साक्षात् आगच्छति खलु. वक्तव्यम् इति नास्ति, साक्षात् अनुवृत्तिरूपेण आगच्छति अधिकारसूत्रमस्ति चेत् पञ्चमाध्यायस्य. कारणकि वर्गे इति आगच्छति प्रत्ययः यदि भवति, ये धातोः विहिताः सन्ति तत् भवति प्रत्ययः. अत्र इदानीं प्रातिपदिकेपि अपि प्रत्ययः भवति. अधिकारः अधिकारं सूत्रमस्ति इति अधिकारः प्रत्ययः इत्यस्य अधिकारः अस्ति इति कृत्वा निश्चयेन प्रत्ययः भवति न वक्तव्यमेव. द्वितीयमस्ति यत् प्रत्ययस्य स्थाने यद् भवति यद्यपि आदेशः अस्ति, आदेशः इत्यपि तस्य संज्ञा भवति, प्रत्ययः इत्यपि संज्ञा प्राप्नोति स्थाने वद् आदेशो अनल् विधवति सूत्रेण अस्ति. कस्यापि आवश्यकता नास्ति अत्र प्रत्ययः इति साक्षात् अनुवृत्तिः आयते सर्वत्र. तृतीयाध्याये आरम्भतः प्रत्ययः अधिकारसूत्रं महोदयेन न प्रदर्शितम् अत्र, किन्तु प्रत्ययः इति अधिकारसूत्रमस्ति इति स्मर्तयामि. अनन्तरं भवान् उक्तवती अनन्तरमेव प्रथमसूत्रमेव प्रत्ययः तृतीयाध्याये प्रायः अन्येन छात्रेण प्रायः पृष्टमिति मन्ये. तत् तर्हि महोदय तस्मिन् विषये किञ्चित् विवरणं दत्तवान्. अस्तु वयम् अग्रे गच्छामः. मिहुरुः इति गच्छामः किल रामप्रिया भगिनी कृपया पठति किल. मिहुरुः कुत्र भगिनी? तस्मात् प्राप्तं क्षम्यता, अहं सूत्रमिति चिन्तितवती, क्षम्यता. मिह् रुह् लिह् दिह् दुह् एते धातवः हकारान्ताः. एषु मिह् रुह् इति सामान्य हकारान्तदातवः, दिक् दुह् इति दकारादि हकारान्तदातवः. दिक् दुह् लिह् इत्येषां पुनः पृथक्तया कुत्रचित् कस् प्रत्ययस् कस इति प्रत्ययस्य विकल्पेन लोपो भवति. अस्तु, अत्र दिह् रुह् लिह् दिह् दुह् इति हकारान्तदातवः, तेषु मिह् रुह् इति सामान्य हकारान्तदातवः, अन्ये तु दकारादि हकारान्तदातवः. लिह् विषये किम् उक्तम्? पुनः इत्येषां दिह् दुह् लिह् इत्येषां पुनः पृथक्तया तत्र किं भवति? क्स इति क्स इति प्रत्ययस्य विकल्पेन लोपः भवति. अस्तु, दुह् धातोः रूपाणि अदोहि, अदुक्षताम्, अदुक्षन्त, अदुक्षताः, अदुग्धाः इति रूपद्वयम्. अदुक्षाथाम्, अदुक्षध्वम्, अदुग्धध्वम्. अदुक्षी, अदुक्षावहि, अदुह् वहि, अदुह् वहि, अदुक्षामहि इति रूपाणि. तत्र किं भवति? होडः इत्यनेन हकारस्य स्थाने डकारादेशो भवति, स जलि पदान्ते च अनुवृत्तिसहितसूत्रं हः डः जलि पदस्य अन्ते च इति. अस्तु भगिनी, रूपं साधनीयं वा, कथं साधनीयम् अत्र? दुः इति धातुः ओडः किं करणीयं? केवलं सूत्रमेव पठनीयं वा? तदेव अहं चिन्तयन्ती अस्मि, केवलं सूत्राणि एव सन्ति, किं करणीयम् अत्र? दुःख एकं कृत्वा वयं कुर्मः. अस्तु, दुःख प्रत्ययः सन्ति खलु, ई शातां सन्त सताः साताम् सद्भम् इति स्वीकृत्य कुर्मः. तर्हि अ प्लस् दुः प्लस् इ इति अस्ति एकवचने, तर्हि किं भवति अत्र? प्लस् अ प्लस् दुः प्लस् इ इति अस्ति. अत्र होडः हकारस्य स्थाने डकारः. प्रथमं किं भवति, अत्र तु इ इति प्रत्ययः अस्ति खलु, केवलं पुगन्तलघुपदस्य चैत्यनेन आर्धातुकप्रत्ययः इ अस्ति इति कृत्वा भुगन्तलघुपदस्य चैतन्येन दोः भवति, वर्णमेलनेन अदोहि इति रूपं. दुः योगः इ, आं समीचीनम्, आम् अदोहि इति भवति पुगन्तलघुपदस्य च इत्यनेन. अनन्तरं साथाम् इति अस्ति, दुः योगः अदुः योगः साथाम् इति. अत्र पुगन्तलघुपदस्य चैत्यस्य कार्यं न भवति. किमर्थम्? इक्स प्रत्ययः कित् अस्ति इति कृत्वा, गते सप्ताहे वयं चर्चितवन्तः, इक्स प्रत्ययः कित् अस्ति इति कृत्वा नीति चेतेन गुणकार्यं न भवति, गुणनिषेधः. अस्तु, परं साताम् इति अस्ति. आम्, दुः प्लस् साताम्. अनन्तरं तत्र होडः कार्यं पदान्ते जलि जलि अस्ति इति, डकारः आगच्छति. प्रथम तदनन्तरम् आयाति खलु भगिनि, तत् सूत्रं तु अनन्तरं होडः अनन्तरं किम्? आम् आम्, प्रबाद्य दादे धातु कार्यं करोति. होडः प्रबाद्य दकारादिधातुः हकारस्य स्थाने गकारादेशो भवति. समीचीनं भगिनि. अतः अधाध प्लस् साथां, शकारः कथम् आगच्छति? एक अचो बशो बष् जषन्तस्य स्तोः इत्यनेन. अस्तु, सकारादिप्रत्ययः परः अस्ति, द्वे शब्दे परे, पदान्ते च, तत्र बष् भावः आगच्छति किल, चतुर्थी येन करी च भूत्वा एव आदेशप्रत्ययोः अन्ते षडोः कः इति अपि आगच्छति, षडोः कः. प्रथमम् एकाचो बचो बश् आगच्छति, यदा हकारस्य स्थाने घ आगच्छति, अधुक् घ इति भष् अस्ति, तत्र भष् भूत्वा तत्र दकार भष् भवति, सकार परे अस्ति, एकाचो पशु बश् जसन्तसद्धो इति अस्ति साधु सूत्रम्. आं भगिनि, तर्हि अदग् इति भवति, अनन्तरं खरीच इत्यनेन अदक् भवति, अनन्तरम् अदक्षाताम् इति शतम् आदेशप्रत्ययोः भूत्वा अदक्षाताम् इति, क्षम्यताम्, अदुक्षाताम् इति. सर्वे तृपाद्याम् अस्ति, आदेशप्रत्ययो तृतीयपादे अस्ति, खरि च चतुर्थपादे अस्ति, अतः आदेशप्रत्ययो प्रथमं भवति, खरि च अन्तिमं भवति, अनन्तरं भवति. सत्यं भगिनि, अर्थम् इति अदुक्षताः अपि समानमस्ति. अदुग्धाः इति कथम् इति द्रष्टव्यं. तस्य कृते अन्यत् सूत्रमस्ति. अग्रे पश्यतु. प्रथमव्याजी सूत्रं सर्वे सूत्राणि पठामः. मनसि आगच्छति के निमित्तं भवति तदनन्तरं किम् इत्युक्ते एकवारं दृष्ट्वा पश्यामः चेत् तस्य सम्बन्धं स्थापयितुं शक्नुमः. अग्रिमधातोः उपनयः कुर्मः. अत्र नूतनसूत्रमपि पठति किं भगिनि? आं भगिनि. लुग्वा दुह् दिह लिह गुह गुहाम् आत्मनेपदे दन्त्ये. अस्तु. दुह् दिह् लिह् गुह् इत्येभ्यः धातुभ्यः कस् प्रत्ययस्य कस इति प्रत्ययस्य लुक् वा भवति दन्त्यादि आत्मनेपदे प्रत्यये परे. तदादि विधिना दन्त्यादि आत्मनेपदे चत्वारः प्रत्ययाः दन्त्यादयः थ था द्वं बहि च दुहश्च दिहश्च लिहश्च गुह् च तेषाम् इतरेतरद्वन्द्वः दुह दिह लिह गुहः तेषां दुह दिह लिह गुहां दन्तेषु भवो दन्त्यः लुक् प्रथमान्तं वा अप्येपदं दुह दिह लिह गुहां षष्ट्यन्तम् आत्मनेपदे सप्तम्यन्तं दन्त्ये सप्तम्यन्तम् अनेकपदमिदं सूत्रं. कस कस कसस्याचि इत्यस्मात् कसस्य इत्यस्य अनुवृत्तिः. अनुवृत्तिसहितसूत्रं दुह दिह लिह गुहां कसस्य लुक् वा दन्त्ये आत्मनेपदे. तत्र सूत्रं वदति यदा दुह् दिह् लिह् गुह् इत्येभ्यः धातुभ्यः यदा कस् इति प्रत्ययः भवति तस्य लुक् वा भवति इत्युक्ते विकल्पेन भवति. निमित्तमस्ति दन्त्यादि आत्मनेपदी प्रत्ययः परः अस्ति चेत्. दन्त्यादि आत्मनेपदी प्रत्ययः इत्युक्ते थ था द्वं बहि दन्त्यादयः तकारादि दन्त्यवर्णः. अस्तु. ओ समीचीनं. तकारः अपि बकारः दन्त्योष्टौ दन्त्यवर्णः इति समीचीनम्. अतः तस्य लुक् वा भवति विकल्पेन भवति इति. क्षम्यताम्. अदुः योगः ध्वम् इत्यस्मिन् विकल्पेन रूपं भवति खलु. ताः ध्वम् अनन्तं बहि इत्येते दन्त्यादि आत्मनेपदी प्रत्याः सन्ति इति कृत्वा तत्र तत्र वैकल्पिकं रूपमपि सन्ति खलु. तर्हि अदुः योगः थाः इत्यस्मिन् किं भवति? अदुः योगः थाः इति भवति. तत्र किं भवति? अस्तु. अत्र दशस्ततोर्दोदः इति अधः सति प्रथमं तद् दकारयोः दकारादेशो भवति. अतः अदुः योगः ताः इति आगच्छति. अनन्तरं हकारः दकारः अस्ति. हकारस्य स्थाने दकारः भवति खलु. दकारः अदुद् ताः दादेर्दातोर्गः इत्यनेन वा भगिनी? न दशस्ततुर्दोर्गः इति प्रथमं खलु. तद् प्रथमम् आम्. तद् अदुः योगः दाः इति आगच्छति. इदानीं हकारः अस्ति महाप्राणधकारः अस्ति ध प्रथमं तु सत्यं. भगिन्या उक्तं सत्यम्. अत्र तु धादेर् धातोः प्रथमं भवति. द्वितीयस्य अध्यायस्य द्वात्रिंशत् सूत्रमस्ति इति कृत्वा धादेर् धातोः तर्हि अदुः ताः अनन्तरम् अदुद् ताः खलु. अनन्तरं किं भवति? इदानीं सकारः नास्ति तत्र. एकाचो भाषणं भवति. निमित्तं नास्ति. इदानीं केवलं झषस्ततो जलां झषि आगच्छति खलु तदनन्तरं प्रथमं झषस्तो ध आगच्छति था स्थाने ध आगच्छति तद् कृतवन्तः झषस्ततोर्धः कृतवन्तः तद् जलां जलां झष्टषि जलां स्थाने झष आदेशो भवति अतः अधुग्धः इति भवति वा दुग्धः अनन्तरं किं तावदेव खलु तावदेव भगिनि साधितवन्तः तावदेव तावदेव समानमस्ति ध्वम् अपि ध्वमपि आम् आम् ध्वमपि तत् समानकार्यं तत्र तु दशसहस्रदोधः इत्यस्य कार्यं नास्ति केवलं जलां दृष्टसि एव कार्यं करोति तत्र तु अधुक्त्वम् इति तत्र भगिनी ध्वम् अस्ति तत्र भिन्नं भवति एकाशोभशोभ कार्यं करोति सत्यं सरला भगिनि भगिनि प्रथमम् एकाचोभशोभमस्ति ध्वं तत्र एकाचोभशोभो तत्र निमित्तम् अस्ति सकार अस्ति ध्वम् अस्ति भषन्त धातु अस्ति अस्य भष् अस्ति झषन्तधातो भष् प्रत्यय एकाच् अस्ति इति निमित्तम् अस्ति तु इदानीं यदि धु धातु अस्ति धुयोगध्वम् अस्ति धुयोग ध्वं प्रथमं लुङ् लकारे आदग अर्धागम आगच्छति तु अधु भवति अधुयोग ध्वं तदनन्तरं लुग्वा इति सूत्रेण सकारस्य एकपक्षे सकारस्य लोपः भवति कारणकी विकल्पेन आगच्छति यत् सकारस्य लोपः भवति तस्मिन् पक्षे इदानीं भवति अधुयोग ध्वम् साधु दादे धातो ध इति सूत्रेण हकारस्य स्थाने घ आगच्छति सो अधुग्योगध्वम् अधुग्योगध्वम् अस्ति धुग् इति झषन्तधातु भवति तत्र धकारस्य स्थाने धकार भष् आगच्छति सो अधुग् योगध्वं भवति अधुग्योगध्वं यत्र अस्ति तत्र इदानीं अधुग्योगध्वं जलाञ्जलि अधुग्ध्वम् अधग्ध्वम् आगच्छति वहिस्मन् यथा वयं था कृतवन्तः तथैव भवति तत्र यस्मिन् पक्षे सकार गच्छत् लोपः भवति लोग्वा द्वदिल् ग्वामात्मने पदे दन्ति तस्मिन् अधुयोग वहि दाते धातो अधोग्योग वहि तदनन्तरं दादेर् धातुर्गः न कार्यं करोति खलु जलि नास्ति दादे धातु द्वौ अस्ति न खलु केवलं केवलं वर्णमेलनमेव अधुक्ति इति आमां जलि वहि अस्ति किं कुर्मः वयं दिशु धातोः रूपम् एवमेव इति महोदयेन दत्तं किन्तु वयं पुनः प्रयत्नं कुर्मः अस्तु कः अरुणा भगिनी भवती प्रथमा विभक्ति रूपं रूपाणि वदति किं भगिनि प्रयत्नं करोमि दिशु धातु प्रथमं क्षम्यतां प्रथमं इ इति प्रत्ययः अस्ति दिह् योगः इ गुणः भवति पूर्वगन्तलघुपतस्य प्रथम अडागम् आगच्छति अधिः इति अस्ति अधिः प्लस् इ पूर्वगन्तलघुपतस्य आर्धधातुकप्रत्ययः पूर्वगन्तलघुपतस्य सूत्रेण गुणः भवति अधेः इति अस्ति अधेः अधेः यो इ यदेहि इति प्रथमपुरुषे एकवचनं रूपं तदनन्तरं लिखितवती तदनन्तरम् अधि अधिः अधि अधिः योगः सातां प्रथमं धातोर्घः सूत्रेण हकारस्थाने घकारः आगच्छति अधिग् अधिग् अधिग् योगः सातां तदनन्तरं अधिग् इति जल् जल्वर्णः ततः एकाचो बसो भस् जषन्तस्य सद्वोः इति सूत्रेण धकारस्थाने धकारः आगच्छति अधिः अधिग् सतां तदनन्तरं किं भवति भगिनि सहायम् प्रथम आदेशप्रत्ययो चकार आगच्छति तदनन्तरं खरिच अधिक्षाताम् अधिक्षाताम् इति भवति आम् सत्यं खरिचसूत्रेण शर् अधिक्षाताम् अधिक्षता अधिक्षाताम् इति रूपं निष्पन्नं भवति तदेव अधिक्षन्त धन्यवादः भगिनि भगिनि मणिमहोदय पुष्पा भगिनी वक्तुमिच्छति किं भगिनि अत्र मध्यमपुरुषे रूपाणि भगिनि नमस्कारः म्यूटेड् अस्ति भगिनि अस्तु मणिमहोदय वदतु किं महोदय अधिक् सामान्यरूपाणि वदतु अनन्तरं विशिष्टरूपाणि अनन्तरं सामान्यरूपम् इत्युक्ते सकारः नास्ति इति चिन्तित्वा तत्तु अनन्तरं पश्यामः तत् विशिष्टकार्यमस्ति खलु सकार यत्र इक्षप्रत्ययः अस्ति तस्मिन् पक्षे वदतु अस्तु अस्तु अधिः योः काः अत्र खलु सकारः अपि प्रत्ययस्य सकारः सामान्यकार्यमस्ति खलु सताः इति सताः अतः अत्र जलि सताः सकारः जल्यै अस्ति अतः दादे दादोः इति सूत्रं कार्यं करोति हकारस्य ककारः आदेशः अधिग् इति अनन्तरं सकारः प्रत्ययः अतः एकाचो बसोबस् इति सूत्रं कार्यं करोति महोदय अतः अधिक् योः सताः अत्र प्रथम तृतीयतकारः चतुर्थः भवति अतः अधुग् अधिग् योः सताः अधिग् अधिग् योः सताः इदानीं आदेशप्रत्ययोः इति सूत्रेण सकारस्य शकारः भवति अनन्तरं इक्वर्ण आदेशप्रत्ययः लकारः इन्को वर्णः अतः सकारः साध्य सत्वं भवति अनन्तरं करीच इति सूत्रेण गकारस्य ककारः तन् ककारः शकारः योजनेन शकार च इति रूपं भवति अतः अधिक्षताः इति रूपं अन्यस्मिन् पक्षे सकारः नास्ति इति चिन्तित्वा अत्रापि दादे दादौ कार्यं करोति अकारस्य गकारः आदेशः अनन्तरम् अधिग् अधिग् ताः अत्र यशस्तो दादः किमपि ताः ताः स्थाने तकारस्य स्थाने अत्र दाकारः आदेशः महोदय अधुग् अधुग् ताः अधिग् अधिग् अधिग् दाः इदानीं जलं जसवन्ते जलं जसि इति सूत्रं कार्यं कृत्वा अधिग् स्थाने तृतीय गकार आदेशः अधिग् ता दाः इति रूपं भवति महोदय. धन्यवादः. धन्यवादः. अग्रे रामप्रिया भगिनी वदतु किं भगिनि. आं भगिनि, तत्र द्विवचनं किल. प्रथमं प्रत्ययः साथाम् इति प्रत्ययः, अधिक् योगः साथाम् इति एकमेव रूपम् अत्र. अधिक् योगः साथाम् तत्र धातेर्धातोर्गः अधिग् योगः साथाम्. अनन्तरं बष्भावः अस्ति इति कृत्वा एकाचो बशो बश् एकाचो बशो बश् इत्यनेन अधिग् योगः साथाम्. अनन्तरम् आदेशप्रत्ययोः अधिग् योगः शाताम् अधिक् अधिक् क्षमतां करीच करीच इत्यनेन अधिक् योगः शाताम् अधिक्षाताम् इति भवति. समानकार्यमस्ति बहुवच अधिक्ष अन्यस्मिन् पक्षे अधिक्ष तत्र तु अस्माकं लोपः सकारस्य लोपः भवति. सकारलोपः भवति चेत् किं भवति? अधिः योगः ध्वम् इति अस्ति. सकारलोपः कृत्वा अधिः योगः ध्वं हकारः दकारः धादेर्धातोर्गः अधिग् योगः ध्वम् एकाचो बशो बश् अधिग् योगः ध्वम् तत्र पुनः आदेशप्रत्ययो तस्य तु कार्यं नास्ति, सकारः एव नास्ति. घकारः घकारः द्वे परे इति अस्ति खलु. अधिग्ध्वम् आदेशप्रत्ययोः इत्यस्य कार्यं नास्ति, परन्तु अधिग्योगः ध्वं जश्वर्णः जलां जश् जषि इत्यनेन अधिग् अल्पप्राण इदानीम् अधिग् अधिग्योगः ध्वं करीच करीच इत्यनेन तदेव तिष्ठति, परन्तु तस्य कार्यं नास्ति. कर्वर्णः नास्ति. आं समीचीनम्. अधिध्वम् आम्. धन्यवादः भगिनि. सरला भगिनी भवती वदति किम् उत्तमपुरुषस्य रूपाणि? अध्ययोग सि अस्ति तत्र पूर्वं दादे धातो धातो घ हकारस्य स्थाने घ आगच्छति. अधेघि योग सि भवति. तदनन्तरं आगच्छति अध्येघि इति एकाचो बशो बश् अध्येघि योग सि भवति. तदनन्तरम् आदेशप्रत्ययो आगच्छति अध्येघि योगशि भवति. खरिचने भवति अध्येघि योगशि अध्येक्षि भवति अध्येक्षि क्षम्यताम् द्वे अस्ति अध्यक्षी भवति साधु अध्यक्षी क्षम्यताम् आम् अध्यक्षी एकारः न भवति भगिनि. एकवचने पुनः वदतु सरलभगिनि पुनः वदतु. करोमि अध्ययोग सि सि अस्ति अध्ययोगसि दादे धातो अनेन भवति धेग् योगसि इदानीम् एकाचो बशो बश् अकारः किस्य निमित्तम् अस्ति सकारनिमित्तम् अस्ति एकाचो बशो बस् सो अधेग् अधिग् योगसि भवति एकाचो बशो बश् तदनन्तरम् आदेशप्रत्ययो अनेन धेग् योग मूर्धन्यषकारः आगच्छति. इदानीं खरीच अनेन घकारस्य स्थाने ककार भवति, श मिलित्वा अधिक्षि इति भवति. भगिनि एक प्रश्नः अस्ति, जलां झषि न कार्यं करोति भगिनि अत्र? दशवर्णः कुत्र अस्ति भगिनि? ओ जश्वर्ण ककारः तु झषि नास्ति खलु? धन्यवादः. तृतीयचतुर्थः नास्ति, केवलं खरि एव. धन्यवादः. पुनः भगिनी सरला भगिनी उत्तमकोशिवचने समानं खलु? अधिक्षा वहि भवति, यत्र सकारलोप भवति विकल्पेन लोग्वा दुह दृह लिह गुहामात्मनेपदी दन्ते, तत्र केवलं वर्णमिलम् आगच्छति, अधिवहि भवति. कारण कि वकार झलि नास्ति, तत्र हकार सन्धिकार्यं न भवति. तथैव यदि अध्ययोगमहि अस्ति, तत्र सामहि भवति, तत्र अतो दीर्घो यङि इत्यनेन सामहि, तत् पुनः दादे दातोग अनेन दीर्घयोग सामहि भवति, तदनन्तरं एकाचो बशो बश अनेन धकारस्य धकार बहि दीर्घयोग सामहि, आदेशप्रत्ययो शकार भवति खरीचनि तु अधिक्षामहि इति भवति. धन्यवादः भगिनि. भगिनि महोदयस्य वर्गे भवन्तः लिख् कृतवन्तः खलु, अनन्तरं कृतवन्तः किं? न गुरु न कृतवन्तः महोदय, पूर्ण पुनः पठितवान् लिख् कृतवान् किं? लिख् कृतवान् किं? न मिह कृतवान् इति कृतवान् केवलं. लकारे परे इकारः हकारः लिख् न कृतवान् किं? न कृतवान्. अमी कुर्मः. अरुणा भगिनी भवती वद, पुष्पा भगिनी वक्तुमिच्छति किं? भगिनी भवती म्यूटेड् अस्ति, प्रायः व्यस्ता अस्ति वा इति अद्य भगिनी? बहु न कर्तुं न शक्नोमि इदानीं भगिनि. निश्चयेन भगिनी, अस्तु अस्तु. अरुणा भगिनी करोतु. अडागम आगच्छति, अमिह् इति रूप अस्ति, अमिह् योगः इ अस्ति, इ इति आन्तदातुकप्रत्ययः पुगन्तलघुपदस्य सूत्रेण गुण गुणपदति. अमेहि इति प्रथमपुरुष एकवचनम्, अमीह योगः सातां हकारस्थाने दादेर् धातोर् नास्ति खलु? दादेर् नास्ति खलु? दादेर् होडः सूत्रेण हकारस्थाने ढकार आगच्छति, अमिड् तदनन्तरं अत्र गुणकार्यं न भवति खलु? सकारः प्रत्ययः कित् अस्ति इति तदेव अमिड् एव, अमिड् एव न गुण न. तदनन्तरं षडोः कहसि इति सूत्रेण डकारस्थाने ककार आदेशः भवति. तदनन्तरं आदेशप्रत्ययो कुर्मः भगिनि, आदेशप्रदेश अमिक्षातां आदेश अमिक्षातां अमिच्छाताम् इति रूपनिष्पन्नं भवति. बहुवचनं बहुवचनमपि सामान्यमेव अमिच्छन्त. अस्तु भगिनि, अस्तु भगिनि, धन्यवादः भगिनि. मणिमहोदय, भवान् मध्यमपुरुषे करोति निषदातः. महोदय, अत्र अमिह् अस्ति, अमित् ताः, ताः महोदय अत्र सताः इति खलु, सताः, सताः अत्र अपि होडः इति सूत्रेणैव अकारस्य स्थाने डकार आदेशः. अमिड् सताः इति, अमिड् अनन्तरं डकारः अन्ते अस्ति तर्हि. आं महोदय, सताः सकारः अस्ति, अतः षडोः कः सि इति सूत्रं कार्यं करोति. अत्र डकारस्य ककार आदेशः, अनन्तरम् आदेशे प्रत्ययः इति सकारस्य शकारः. इदानीं मेलनमेव ककारस्य करिच इति सूत्रं करोति वा महोदय? पूर्वमेव षडः कवैसि इति अधः अमिच्छ अमिच्छताः इति. लुक् भवति तत्र अमिड् अमिड्योः ताः अत्र जसस्रो दादः इति सूत्रं कार्यं करोति. भगिनि, मिश्रः सामान्यदातवः दादः लुघ्वा न आगच्छति. आं भगिनि, किं किन्तु जशन्तं नास्ति किम्? हकारः जसस्तो दादः दकारस्य दकारः आदेशः जस्वर्णः अस्ति किल प्रथमं होडः कार्यं करोति, तदनन्तरं जशस्तो दोदः खलु प्रथमं होड. अहं न उक्तवान्, क्षम्यतां, क्षम्यतां. अमिह्योः सताः ताः इदानीं होडः इति कार्यं करोति, सूत्रम् इति कार्यं करोति, हकारस्य स्थाने डकारः आदेशः. तत्र मिह् नास्ति, तकारस्य लोपः न भवति अत्र, तस्य कार्यं नास्ति. सत्यम्, आं भगिनि, अहं स्मृतवती किन्तु कुत्रचित् विस्मृतवती. तदनन्तरं द्वितीयभवति एकमेव रूपं, सत्यम् एकमेव रूपम्. मध्यमपुरुषे किं भव मध्यम मध्यवचने किं महोदय तर्हि? महोदय, इदानीं मध्यमपुरुषे वा? मध्यमपुरुषस्य द्विवचने रूपम्. आम् आम्, एकवचने द्विरूपम् अस्ति किल, ताः अपि अस्ति. भगिनी तत् स्मारितवती, अत्र तु दुः दिः लिः नास्ति खलु, गुः नास्ति खलु, वयं तु मिक् कुर्मः. लुग्वा इति सूत्रं मिक्स् धातोः कृते नास्ति खलु, प्रसक्तिः नास्ति, तर्हि इक्स प्रत्ययस्य लोपः कदापि न भवति. ओ अत्र मिक्स् अने, अस्तु धन्यवादः. अतः इदानीं द्विवचने अत्रापि सकारः रूपं किं महोदय तर्हि? अमिड् अमिह् होडः इति सूत्रेण अमिक्षाता महोदय. अनन्तरं सद्वम् अत्रापि अमिक्षद्वम् इति. अस्तु महोदय, धन्यवादः महोदय, धन्यवादः. आं भगिनि, उत्तमपुरुषे अमिह् योगः सि इति, हकारः सकारः, पुनः अस्माकं होडः इत्यस्य कार्यं भवति किल, हकारस्य स्थाने डकारादेशो भवति. अमिड् योगः सि षडोः कः सि इत्यनेन सकारे परे षकारस्य डकारस्य ककारादेशो, अतः अमिक् योगः सि आदेशप्रत्ययोः अमिक्षि अमिक्षि इति रूपं साधु वा भगिनि? अमिक्षि सावहि तत्रापि समानकार्यमेव. अमिक्षावहि अमिक्षामहि समीचीनं वा? अमिक्षावहि अमिक्षामहि. अग्रिम अग्रे अपि कुर्मः. किमस्ति रुह् धातोः कृते सरला भगिनी करोति किं भगिनि? अस्तु, रुह् धातोः रुह् धातोः प्रथमपुरुष एकवचने रुह् योग अरुः भवति, अडागम आगच्छति अहृ योग. इदानीं पुगन्तलघुपदस्य अनेन अरोह योग इ भवति. आम्, अरो योग इ अरोहि इति भवति. अरुयोग साताम् अरुयोगशातां तत्र षडोकः सि आगच्छति. अरुयोग षडोकः सि अनेन ध भवति. अरुयोग साताम् षडोकः सि तदनन्तरम् अरुढ सारि होड अस्ति प्रथम होड तदनन्तरं षडोकः सि आगच्छति. साधु, सो षडोकसि अरुक् अरुक् योग साताम् इदानीम् आदेशप्रत्ययो अरुक् योग शाताम् तदनन्तरं मिलित्वा अरुक्षाताम् इति भवति. तथैव मध्यम बहुवचने आगच्छति अरुक्षन्त. आं भगिनि, धन्यवादः भगिनि. अनन्तरं कथितुमः अस्ति पुनः अरुण भगिनि. आं भगिनि, अरुः योगः थाः क्षम्यता सताः होडः इति सूत्रेण अरुढा योगः सतः षडोः कः सि इति सूत्रेण ढकारस्थाने ककार आगच्छति. तदनन्तरम् अरुक् योगः सथाः आदेशप्रत्ययो इति सूत्रेण षकारः अरुक् योगः षथाः वर्णमेलनेन अरुक्षथाः इति रूपं भवति. बहुवचने मध्ये द्विवचने समानमेव प्रक्रिया. अरुक्षातां दीर्घमस्ति. बहुवचने अरुक्षध्वम् इति रूपं निष्पन्नं भवति. आं भगिनि, धन्यवादः भगिनि. उत्तमपुरुषे एकवचने अरुह् योगः शि सि अत्र होडः इति सूत्रेण हकारस्य डकारः रुड् अनन्तरं प्रत्ययसि अस्ति अधः षडोः कः सि इति सूत्रं कार्यं कृत्वा डकारस्य ककारः आदेशः आदेशप्रत्ययोः इति सकारस्य शब्दं भवति. वर्णमेलनेन अधिक्ष अरुक्षि इति रूपं भवति. द्विवचने तदेव प्रक्रियाः भवति. अरुक्षावहि बहुवचने अरुक्षामहि इति आं महोदय, धन्यवादः महोदय. वयं लिख् अपि पश्यामः, तस्मात् पूर्वं वयं किं कुर्मः, वाक्यं कुर्मः किं, मिह् धातोः अर्थः अस्ति सेचने इति, टु स्प्रिङ्कल् टु इरिगेट् इति अर्थः. तर्हि वाक्यं वक्तुमिच्छन्ति किं, मिह् सेचने, आं भगिनि, स्प्रिङ्कल् इति, टु वेट् आफ् टु स्प्रिङ्कल् इति, मिह्यते इति, आम् आम् आत्मनेपदी वर्तमानकालरूपं मिह्यते इति भवति, किन्तु लुङ्लकारवाक्यं खलु. तर्हि अहं वाक्यं वदामि, भवन्तः अपि कोऽपि वक्तुं भवन्तः वक्तुमिच्छन्ति चेत् अहं प्रतीक्षां करोमि. एकम् अहं वदामि, तर्हि मया वृक्षः एकवचने मया एव चिन्तवती न अमेहि अमेहि मया वृक्षः अमेहि मया वृक्षाः अमिक्षन्त इति. अन्यत् अस्ति किं वाक्यम्, सा पुष्पाणि अमिक्षन्त अमिक्षन्त इति, आं सत्यम्. अनन्तरं पुरोहितेन यत् अस्ति किं कुर्मः, अर्चन जलं, न मम जिह्वायाः अग्रे किमपि वाक्यम् आसीत् तत् विस्मृतवती. यत् वयं समर्पयामः खलु, समर्पणानि पुरोहितेन समर्पणानि अमिक्षन्त इति, पूजापात्राणि पूजा सामग्री अमेक्षि इति, नो चेत् पूजा सामग्र्यः अमिक्षन्त इति खलु अर्चकेन. रुक् इति धातुः, अन्यत् वाक्यम् अस्ति किम्, अन्यत् नास्ति चेत् मिस् इत्यस्य अन्यवाक्यम् अस्ति उदाहरणवाक्यं नास्ति चेत् रुः पश्यामः. रुः बीजजर्मणि प्रादुर्भावे इति अस्ति, टु ग्रो फ्रम् सीड्, टु मेनिफेस्ट्, टु रैस्, टु असेण्ड् इति सामान्यतया रोहति इति वयं वदामः खलु, आरोहणम् अवरोहणम् इति, तदेव अर्थः सः अरुषि अरोहि किम् इत्युक्ते अकर्मकधातुः अस्ति रुक् धातुः इति स्मर्तव्यं. बालैः वर्गे बीजात् एक्स्पेरिमेण्ट् भगिनी किं भवति, कर्तरिप्रयोगे वदतु भगिनी भवत्याः वाक्यं प्रथमम्. ओके, बाला बीजात् किमस्ति अङ्कुरम् अस्ति, अङ्कुर बालात् बीजात् अङ्कुरं स्वतः कुर्वन्ति, अत्र रुक् धातुः अस्ति खलु, अकर्मकः रोहति इति एव अस्ति, अङ्कुरः रोहति. कर्मणि प्रयोगे बीजात् अङ्कुरः रोहति बालैः बालः कुत्र अस्ति भगिनी मिज् वक्तुम् इच्छति इति मन्ये मिजन्तम् अधुना वयं न कुर्मः केवलं बीजात् अङ्कुरः रोहति इति कर्तरिप्रयोगे कर्मणि प्रयोगे कर्मणि प्रयोगे भवति अङ्कुरेण बीजात् अङ्कुरेण बीजात् अङ्कुरेण अरोहि उत्तममस्ति भगिनि आम् आम् अरोहि इति लुङ्लकारः अस्ति महोदय बीजात् अङ्कुरः अरोहि इति सत्यम् उत्तमम् अस्ति भगिनि अन्य अन्य वाक्यानि सन्ति किल सस्यैः वृष्ट्या सस्यैः अरुक्षन्त इति साधु वृष्ट्या वृष्टिकारणतः वृष्ट्या वृक्षाः अरुक्षन्त सस्यानि अरुक्षन्त इति अन्यत् मातृस्नेहेन अहं क्षम्यताम् अहम् इति नागच्छति खलु मया इति भवति तर्हि आम् प्रथमप्रति एकवचने एव एकवचनमेव भवति तर्हि आम् वृष्ट्या सस्यानि अरोहि इत्येव रूपं केवलम् तावदेव भवति अन्यानि रूपाणि न भवन्ति एव किन्तु अहं मन्ये सोपानम् आरोहति इति वदामः खलु यत्र आ इति उपसर्गः आगच्छति तत्र तु सकर्मकः भवति इति मन्ये सोपानम् बालकः सोपानम् आरोहति इति तर्हि आ इति उपसर्गसहितं भवति चेत् यत्र तु क्लैमिङ्ग् अप् इति अर्थे तत्र रुखधातुः सकर्मकः भवति इति मन्ये तर्हि बालकेन सोपानम् अरोहि तर्हि बालकैः अरुक्षन्त आम् आरुक्षन्त इति भवति सत्यं दीर्घः भवति अस्तु चिन्तनं जातम् इत्यस्य वाक्यं पुनः बालेन बालकैः सोपानानि अरुक्षन्त इति आरुक्षन्त इति सोपानानि आरुक्षन्त साधु क्रीडावेलायां बालकैः सोपानानि आरुक्षन्त इति दिः धातुः दिः इति टु ग्रो इति एव अर्थः इति दत्तमस्ति देग्दि इति टु ग्रो टु कलेक्ट् टु डिसानर् इत्यपि अस्ति इति अत्र अकर्मकः अस्ति आं भगिनि कलेक्ट् इत्यपि अस्ति टु कलेक्ट् वाट् इति भवति खलु तर्हि कथम् अकर्मकः भवति इति न मन्ये टु ग्रो इति स्वीकृत्य कुर्मः टु डिसानर् इत्यपि दत्तमस्ति अस्तु न जाने टु ग्रो इति स्वीकृत्य कुर्मः सस्यैः अदेः इति भवति खलु दिशु धातुः सस्यैः अदेः एकवचने एव भवति सर्वदा भावेप्रयोगः अस्ति इति कृत्वा अनन्तरं दुः अस्ति दोग्धि इति भवति खलु मिल्क् इति अस्ति अस्तु तर्हि किं वदामः किमस्ति गोपालकेन गावः अदुक्षन्त इति बहुवचने गावः इति बहुवचने गोपालकेन गावः अधुक्षन्ते कृष्णेन उपनिषत् यत् सारांशं कथं उपनिषदः पञ्चमी अस्ति खलु कृष्णेन उपनिषदः गीतासारं नो चेत् भगवद्गीतासारम् अधोहि इति हि मिल्क् दि गीतासारम् इति फ्रम् दि उपनिषत् इति भवति खलु श्लोकमस्ति तदेव मम मनसि अपि आगतं उक्तवती तथा मम मनसि अपि तदागतम् अन्य वाक्यमस्ति किं रामप्रिया भगिनी किं भवतु भगिनी तूष्णीं तिष्ठति न भगिनि टैम् चेञ्ज् अभवत् किल तद् मम जेट् लाग् इव भवति इदानीमपि प्रातःकाले शीघ्रम् उत्थितवती इति मन्ये आमामां मम पुत्र्याः वर्गः अस्ति किल अतः वयं तु सार्धपञ्चवादने उत्तिष्ठामि इदानीमेव मम निद्रा आगता क्षम्यताम् एक प्रायः अग्रिमसप्ताहात् सम्यक् भवति प्रथमसप्ताहः अस्ति किल लिखितातुमपि पश्यामः किम् आम् तदपि पश्यामः रामप्रिया भगिनी पठति किं लिखितातोः आं भगिनि लिखितातुः लिखितातोः रूपाणि पुनः किञ्चित् भिन्नानि यस्मिन् पक्षे कस प्रत्ययस्य लुक् भवति तत्र लिख् धातोः विशिष्टरूपाणि अलेहि अलिक्षताम् अलिक्षन्त अलिक्षताः अलीडाः अलिक्षाथाम् अलिक्षध्वम् अलीड अलीढ्वम् अलीक्षि अलिक्षि अलिक्षावहि अलिक्ष लिख्वहि अलिक्षामहि तत्र अपि अत्र यत्र सकारः भवति इक्षप्रत्ययः भवति तत्तु वयं सामान्यम् एतावत्पर्यन्तं यत् कृतवन्तः मिहधातुः समानमस्ति खलु अलेहि अलिक्षाताम् अलिक्षन्त इति किन्तु यत्र सकारस्य लोपः भवति लुग्वा इति सूत्रेण दुहुदिह लिग् गुहाम् आत्मनेपदे दन्त्ये इति सूत्रेण तत्रैव पश्यामः भगिनि अलि अलिक् योगः ताः इत्यस्मिन् किं भवति कार्यमिति अलिह् योगः ताः इत्यस्य तत्र सकारलोपः भवति हकारः सकारः अस्ति तकारः अस्ति खलु अलिह् योगः ताः अस्ति तत्र होडः प्रथमं कार्यं करोति हकारस्य डकारः अलिड् योगः ताः अनन्तरं षडोः कहसि लिड् योगः षडोः कः तद् न भवति अतः दशस्ततोर्दोर्दः इत्यनेन अलिड् योगः धा महाप्राण धाः इदानीम् अलिड् योगः दाः अस्ति चेत् किं भवति जलां जष्टषि इत्यनेन जश्वर्णः अलिड् इति भवति वा अलिड् दाः जलां जष्टषि डोडे लोपः कथा आगच्छति अलीडाः अलिढाः इति भवति वा भगिनि ढ जलां जष्यसि चेत् डकारः भवति किल परन्तु इदानीं डकारः ढकारः अस्ति ष्टुत्वं समीचीनम् अष्टु नास्तु समीचीनं सम्यक् अलिड् ढाः डकारः डकारः अस्ति इति कृत्वा डोडे लोपः इत्यनेन प्रथमडकारस्य लोपः अलिडाः यदा अलिडाः भवति ड्रोल ड्रलोपे पूर्वस्य दीर्घोणः इत्यनेन दीर्घत्वं भवति अलीडाः समीचीनं सम्यक् अस्तु न अवगतं भगिनि सकारलोपः तु अभवत् भवत् अलिड् योगः अलिड् योगः ताः तत्र प्रथमम् अस्माकं होडः होडः इत्यनेन अलिड् योगः अलिड् इदानीम् अलिह् डकारः अभवत् अलि हकारस्य सवर्णः इति अलिड् अलिड् योगः ताः तत्र जषस्तथोर्धोर्धः इत्यनेन अलिड् योगः महाप्राणदकारः चतुर्थदकारः धाः अनन्तरम् अनन्तरमेव अस्माकं स्टुनाष्टुः आगत्य तत्र अलिड् योगः ढाः यदा डकारः परे अपि डकारः अस्ति इति कृत्वा डोडे लोपः इत्यनेन प्रथमडकारस्य लोपः भूत्वा अलिढाः इदानीं ड्रलोपे पूर्वस्य दीर्घोणः इत्यनेन ईकार पूर्वस्य वर्णस्य दीर्घत्वम् अलीडाः इति भवति धन्यवादः धन्यवादः अनन्तरं भगिनि ध्वम् इत्यस्मिन् अपि समानकार्यमस्ति खलु आरम्भे एव दकारः अली ध्वम् इति अनन्तरं वहि इत्यस्मिन् केवलं वर्णमेलनम् आम् अलिह् वहि इति अलिख् किमपि नास्ति तर्हि लिख् इत्यस्य टु लिक् इति अर्थः खलु लिख् धातोः अर्थः तर्हि वाक्यं वदति किं भगिनि तद् सकर्मकधातुः एव वा भगिनि बालकेन पयोहिमम् एव नपुंसकलिङ्गपदं पयोहिमम् अलेहि किं भगिनि किं भगिनि एकवारम् एकवारं बालकेन पयोहिमम् अलेहि पयोहिमं किम् ऐस्क्रीम् सम्यक् अस्तु भगिनि पयसा कृतं हिमम् इति पयोहिमम् भाषावर्गस्य लाभः भगिनि एतत् सर्वं सत्यं सत्यम् आमाम् अस्माकं भाषावर्गः एल्बन् वर्गः अस्ति खलु सत्यं मयापि नूतनपदानि वाक्यनिर्माणं सर्वं प्रश्नः किमपि प्रश्नः अस्ति किं पुनः किमपि चिन्तनीयं किं यत्किमपि नो चेत् विरमाम निद्रायति निश्चयेन धन्यवादः भगिनि शुभरात्रि महोदय धन्यवादः